सर्वेभ्यो नमस्कारः. गतवर्गे सङ्गीतस्य किञ्चित् वयं कृतवन्तः. तत्र गीतासोपाने वयं कुत्र स्मः इत्युक्ते, तत्र पुटसङ्ख्या कुत्र अस्ति, 58 इति मन्ये, 58 अष्टपञ्चाशत्तमपुटे, तमे पुटे वयं स्मः. तत्र अद्यापि किञ्चित् सङ्ख्या विषये किञ्चित् अभ्यासं कुर्मः. तस्य पूर्वं एतत् कुर्मः, प्रतिदिनं प्रतिवर्गे किञ्चित् समयः विभक्ति अभ्यासम् इति कुर्मः. तत्र देवशब्दः, तदनन्तरं लताशब्दः, अपि नदीशब्दः, एतत् शीघ्रतया कुर्मः. दशनिमेषेषु एतत् कृत्वा अग्रे गच्छामः. अस्तु, प्रथमम् अस्तु अस्तु नरेश महोदय, देवशब्दः सम्बोधनं मास्तु, किन्तु अन्यत् सर्वं वदतु महोदय. देवः देवौ देवाः, देवं देवौ देवान्, देवेन देवाभ्यां देवेभ्यः, देवैः देवैः, देवाय देवाभ्यां देवेभ्यः, देवात् देवाभ्यां देवेभ्यः, देवस्य देवयोः देवानां, देवे देवयोः देवेषु. हा, समीचीनम्. अस्तु, इदानीं सरला भगिनी, वनम् इति. वनं वने वनानि, वनं वने वनानि, वनेन वनाभ्यां, वनैः वनाय वनाभ्यां, वनेभ्य वनात् वनाभ्यां वनेभ्य, वनस्य वनयोः वनानां, वने वनयोः वनेषु. हा, समीचीनं भगिनि. अस्तु, भानुचेतिनि महोदय, लता. लता लते लताः, लतां लते लताः, लतया लताभ्यां लताभिः, लतायै लताभ्यां लताभ्यः, लतायाः लताभ्यां लताभ्यः, लतायाः लतयोः लतानां लतानां, लतायां लतयोः लतासु. समीचीनं महोदय. हा, अस्तु, हरि महोदय, तत्र देवशब्दः पुनरेकवारं देवशब्दः तदेव वदतु महोदय. देवः देवौ देवाः, देवं देवौ देवान्, देवेन देवाभ्यां देवैः, देवाय देवाभ्यां देवेभ्यः, देवात् देवाभ्यां देवेभ्यः, देवस्य देवयोः देवानां, देवे देवयोः देवेषु. हा, समीचीनं. हा, रघुपतिमहोदय, भवान् बालकः इति करोति वा? बालकः बालकौ बालकाः, बालकं बालकं बालकौ बालकान्, बालकेन बालकाभ्यां बालकैः, बालके बालकाय बालकाय बालकाभ्यां बालकेभ्यः, पञ्चमी बालकात् बालकात् बालकाभ्यां बालकेभ्यः, बालकस्य बालकयोः बालकानां, बालके बालकयोः बालकेषु. हा, समीचीनम्. अस्तु, पुनः नरेश महोदय, बालिका इति. बालिका बालिके बालिकाः, बालिकां बालिके बालिकाः, बालिकया बालिकाभ्यां बालिकाभिः, बालिकायै बालिकाभ्यां बालिकाभ्यः, बालिकायाः बालिकाभ्यां बालिकाभ्यः, बालिकायाः बालिकयोः बालिकानां बालिकायां बालिकयोः बालिकासु. हा समीचीनं महोदय. अस्तु इदानीं सरला भगिनी भवती किं वदति? अस्तु तत्र आसन्दः आसन्दः आसन्दः पुल्लिङ्गपदम् अस्ति. आसन्दः आसन्दौः आसन्दाः आसन्दम् आसन्दौ आसन्दान् आसन्दने आसन्देन आसन्दाभ्याम् आसन्दैः आसन्दाय आसन्दाभ्याम् आसन्देभ्य आसन्दात् आसन्दाभ्याम् आसन्देभ्य आसन्दस्य आसन्दयोः आसन्दानाम् आसन्दे आसन्दयोः आसन्दासु. हा समीचीनं भगिनि. अस्तु इदानीं हरिमहोदय सीता इति. सीता सीते सीताः सीतां सीते सीताः सीतया सीताभ्यां सीताभिः सीतायै सीताभ्यां सीताभ्यः सीतायाः सीताभ्यां सीताभ्यः सीतायाः सीतयोः सीतानां सीतायां सीतयोः सीतासु. हा समीचीनम्. अस्तु इदानीं कः भानुचैतन्य महोदय भवान् पत्रम् इति पत्रं नास्तु किं किं किं किं हा फलकं फलकं फलकं फलके फलके फलकानि फलकानि फलकं फलके फलकानि महोदय तृतीयम् एकवचनं महोदय. फलकेन पुल्लिङ्गवत् फलकेन फलकाभ्यां फलकैः फलकाय फलकाभ्यां फलकाभ्यः फलकात् फलकाभ्यां फलकाभ्यः फलकस्य फलकयोः फलकानां फलके फलकयोः फलकेषु. समीचीनं. हा धन्यवादः. अस्तु रघुपतिमहोदय पुष्पम् इति. पुष्पं पुष्पं पुष्पे पुष्पाणि पुष्पाणि इदानीं नकारः आगच्छति नत्वं सकारः अस्ति अतः पुष्पं पुष्पं पुष्पं पुष्पे पुष्पाणि पुष्पाणि पुष्पेन पुष्पाभ्यां पुष्पैः पुष्पात् पुष्पाभ्यां पुष्पेभ्यः पुष्पात् पुष्पाभ्यां पुष्पेभ्यः पुष्पस्य पुष्पयोः पुष्पाणां पुष्पाणां पुष्पे पुष्पयोः पुष्पेषु पुष्पेषु पुष्पेषु पुष्पेषु तत्रापि. समीचीनं महोदय. अस्तु गीताञ्जलि भगिनी वदति वा अद्य? आम् महोदय क्षम्यताम् अहं किञ्चित् विलम्बेन आगतवती. चिन्ता मास्तु भगिनि चिन्ता मास्तु. अस्तु भवती अस्तु किं बालिका बालिका इति करोतु भगिनि. अस्तु महोदय. बालिका बालिके बालिकाः बालिकां बालिके बालिकाः बालिकया बालिकाभ्यां बालिकाभिः बालिकायै बालिकाभ्यां बालिकाभ्यः बालिकायाः बालिकाभ्यां बालिकाभ्यः बालिकायाः बालिकयोः बालिकानां बालिकायां बालिकयोः बालिकासु. हा समीचीनं भगिनि, अस्तु. हा समीचीनम् अस्तु. इदानीं तत्र नदी इति अहं स्थापितवान्, किन्तु तस्य अभ्यासः अस्माभिः न कृतः इति मन्ये. अस्तु, तत्र यः जानाति, सरला भगिनी, नदी इति शब्दस्य विभक्ति तु जानाति खलु? अस्तु भगिनि, तत् एकवारं वदामि. नदी इति नदी, नद्यौ नद्यः, नदी नद्यौ नदीः, नद्या नदीः, नदीः विसर्ग विसर्गः अपि दीर्घमस्ति. नदीः दीर्घ नदीः. आम्, नदी नद्यौ नद्यः, नदीं नद्यौ नद्य नदीः, नद्या नदीभ्यां नदीभ्य नदीभिः नदीभिः, नद्यै नदीभ्यां नदीभ्यः, नद्याः नदीभ्यां नदीभ्यः, नद्याः नद्योः नदीनां, नद्यां नद्योः नदीषु. हा समीचीनं, धन्यवादः. किन्तु इदानीं मास्तु सम्बोधनम्. अस्तु, नरेश महोदय, देवी इति करोति वा? देवी, देवी देव्यौ देव्यः, देवीं देव्यौ देवीः, देव्या देवीभ्यां देवीभिः, देव्यै देवीभ्यां देवीभ्यः, देव्याः देवीभ्यां देवीभ्यः, देव्याः देव्योः देवीनां, देव्यां देव्योः देवीषु. हा देवीषु, देवीषु. समीचीनं महोदय, अस्तु. हरि महोदय, तत्र पार्वती इति करोति वा? पार्वती ईकारान्तशब्दः, नदी शब्दवत् अस्ति महोदय. तत्र करपत्रम् अस्ति खलु, अथवा गीतासोपाने अपि भवान् द्रष्टुं शक्नोति, तत्र ईकारान्त शब्दः अस्ति. तत्र कुत्र अस्ति? हा अग्रिमपुटे पेज् 198 मध्ये अस्ति इति मन्ये. हा गौरी इति अग्रिमपुटे, किन्तु करपत्रे गौरी, गौरी शब्दवत् पार्वती. पार्वती पार्वत्यः पार्वती पार्वत्यौ पार्वती पार्वत्यौ पार्वत्यः पार्वतीं पार्वत्यौ पार्वतीः पार्वत्या पार्वतीभ्यां पार्वतीभिः पार्वत्यै पार्वतीभ्यां पार्वतीभ्यः पार्वत्याः पार्वतीभ्यां पार्वतीभ्यः पार्वत्याः पार्वत्योः पार्वतीनां पार्वतीनां. समीचीनं, नकारः एव समीचीनं. हा पार्वत्यां पार्वत्यौः पार्वतीषु पार्वत्योः पार्वतीषु पार्वतीषु. समीचीनं महोदय, अस्तु. रघुपति महोदय, तत्र वदति वा? सुन्दरी सुन्दर्यौ सुन्दर्यः, सुन्दरीं सुन्दर्यौ सुन्दरीः, सुन्दर्या सुन्दर सुन्दर्या सुन्दरी सुन्दरीभ्यां सुन्दरीभ्यां सुन्दरीभ्यां सुन्दरीभिः पञ्चमी पश चतुर्थी सुन्दरीभ्यां सुन्दरीभ्यः सुन्दरीभ्यां सुन्दरीभ्यः षष्ठी षष्ठी सुन्दर्याः सुन्दर्याः नद्य ओके नद्या ओके पञ्चमी सुन्दर्याः सुन्दर्याः सुन्दरीभ्यां षष्ठी सुन्दरीनां सुन्दरीनां सुन्दरीनां सप्तमी सुन्दर्यां सुन्दर्योः सुन्दरीषु हा समीचीनं महोदय अस्तु गीताञ्जलि भगिनी भवती गौरी इति वदति वा गौरी गौर्यौ गौर्यः गौरीं गौर्यौ गौरीः गौर्या गौरीभ्यां गौरीभिः गौर्यै गौरीभ्यां गौरीभ्यः गौर्याः गौरीभ्यां गौरीभ्यः गौर्याः गौर्योः गौरीणां गौर्यीषु हा समीचीनं भगिनि गौरीषु समीचीनं भगिनि हा भानुचैतन्य महोदय नर्तकी इति नर्तकी नर्तक्यौ नर्तक्यः नर्तकीं नर्तक्यौ नर्तक्या नर्तकीभ्यां नर्तकीभिः नर्तक्यै नर्तकीभ्यां नर्तकीभ्यः नर्तक्याः नर्तकीभ्यां नर्तकीभ्यः नर्तक्यः नर्तक्योः नर्तकीनां नर्तकीणां किमस्ति नकारः नर्तकीणां किमर्थं नकारः किमर्थं रसाभ्यां नूनः समानपदे तत्र रेपः अस्ति अस्तु मध्ये नकारः अपि रेपः तयोः मध्ये किं किम् अस्ति महोदय न अनन्तरं रेपः रेपः अस्ति रेपः अनन्तरं किम् अस्ति तकारः ककारः तकारः ककारः अस्तु न रेपः तकारः ककारः तदनन्तरं नकारः खलु ईकारः अपि अस्ति स्वरः अस्ति हा अस्तु इदानीं किं भवति मध्ये किं किम् अस्ति चेत् णत्वं भवति नकारस्य णत्वं कदा भवति मध्ये प्रथमसोपानं किं रेपः अथवा षकारः भवितव्यं तत्तु अस्ति कारणम् अस्ति किन्तु मध्ये बाधा अस्ति वा न वा इति द्रष्टव्यं खलु आं महोदय हा मध्ये किं किम् अस्ति स्वरं बाधा अस्ति वा ईकारः न स्मर्तव्यं महोदय अस्तु अस्तु हा तत्र अन्य कोऽपि वदति वा किम् अस्ति चेत् बाधा नास्ति स्वरं बाधा नास्ति स्वरः बाधा नास्ति अच् कुवर्ग पवर्ग कवर्ग पवर्ग अस्ति चेत् बाधा नास्ति अपि बाधा नास्ति यर लव अपि अन्तस्थवर्णः यर लव अपि बाधा नास्ति अन्तस्थवर्णः बाधा नास्ति बाधा नास्ति इदानीं तत्र मध्ये किम् अस्ति तब थ अस्ति ककारः ककारः ईकारः अस्ति खलु बानचेतिनि महोदय आं महोदय इदानीं स्वरः बाधा नास्ति ककारः बाधा नास्ति कवर्गे अस्ति तकारः कस्मिन् वर्गे अस्ति तवर्गः हा चवर्गः तवर्गः टवर्गः अस्ति चेत् नत्वं न भवति मध्ये महोदय कवर्ग पवर्ग अस्ति हा कवर्ग पवर्ग अस्ति चेत् भवितव्यं किन्तु तत्र बाधा नास्ति किन्तु चवर्ग टवर्ग तवर्ग अस्ति चेत् बाधा अस्ति एव अतः नर्तकी नाम हा नर्तकी नाम इति साधु अस्तु इदानीं सप्तमी ओहो नर्तक्यां नर्तक्योः नर्तकीषु हा समीचीनं महोदय धन्यवादः अस्तु इदानीम् एतत् किञ्चित् अभ्यासः प्रतिवर्गे कुर्मश्चेत् बहु लाभः अस्ति इति कृत्वा एतत् कुर्मः प्रश्नः अस्ति वा तत्र अहम् एकः प्रश्नः अस्ति महोदय टुः वर्ग टवर्ग संज्ञानां टुः अस्ति वा टुः इति तस्मिन् किं किम् अस्ति इति वदतु भगिनि टवर्ग टाठा डाढाणा अस्ति चेत् तत् बाधा अस्ति समीचीनं बाधा अहं मम प्रश्नः केवलं संज्ञा टवर्गसंज्ञा टुः अस्ति सत्यं सत्यं सत्यं सवर्ग संज्ञा टुः कुचु टु तुपु एतत् मम प्रश्न अस्तु भगिनि धन्यवादः रघुपतिमहोदय उक्तवान् अस्तु न चुः पञ्चमी षष्ठी विभक्ति चु चु चोः ओके चु अस्तु किन्तु तद् विषयान्तरम् अस्ति तत्र अस्माकं विषयः अस्ति प्रथमसोपानं द्वितीयसोपानं तावदेव नत्वं कथं भवति इति कदा भवति इति विषये अस्तु नो चेत् अत्र अग्रे न गन्तुं शक्नुमः अस्तु इदानीं न प्रश्नः समीचीनः अस्ति भगिनि किन्तु तावद् यत् उक्तं तद् पर्याप्तम् अस्तु इदानीं किञ्चित् अग्रे गच्छामः तत्र पुटसङ्ख्या 58 यत् अष्टपञ्चाशत् तमे पुटे अभ्यासः आसीत् बहु वर्गपूर्वं वयम् एतत् अभ्यासं करोतु इति लिखितवान् सर्वे इदानीं कृतवन्तः इति मन्ये अस्तु पश्यामः तत्र नरेश् महोदय तत्र प्रथमतः पञ्चपर्यन्तं वदतु महोदय तत्र एकः धनुः षोडश संस्काराः एकः सारथिः दश इन्द्रियाणि द्वे अयने इति अस्तु तत्र द्वे अयने इति कथं भवान् जानाति तत्र द्वौ इति नास्ति इति कथं निर्णयं कर्तुं शक्नुमः तद्वे एव इति अयनं नपुंसकलिङ्गे अस्ति. नपुंसकलिङ्गे अहं चिन्तयामि द्वे अस्ति. द्वे अस्ति, समीचीनं महोदय. पुल्लिङ्गे किम् अस्ति? द्वौ. द्वौ. स्त्रीलिङ्गे? द्वे. द्वे, समीचीनं महोदय. हा अस्तु, अस्तु. इदानीं हरिमहोदय तत्र अग्रिमं पञ्च वदति वा? षष्ठतः प्रथम अभ्यासः, पेज् पेज् 58, नम्बर् 6. आम्, चत्वारि आश्रमाः. तत्र तत्र हा तत्र किमस्ति महोदय? तत्र अन्य कोऽपि सरला भगिनी, तत्र एकम् एकं न न भगिनी, एकं तस्य रूपं वदतु भगिनी. एकं पुल्लिङ्गे, पुल्लिङ्गे किम् अस्ति? पुल्लिङ्गे एकः, स्त्रीलिङ्गे एका, नपुंसकलिङ्गे द्वे. नपुंसकलिङ्गे एक इति नपुंसकलिङ्गे, नपुंसकलिङ्गे द्वे. न न, एक एक एक शब्दः, नपुंसकलिङ्गे एकम् अस्तु. इदानीं द्वे, द्वे नपुंसकलिङ्गे द्वे, द्वौ पुल्लिङ्गे, द्वे स्त्रीलिङ्गे. स्त्रीलिङ्गे इदानीं त्री, त्रीणि नपुंसकलिङ्गे, त्रयः पुल्लिङ्गे, तिस्र स्त्रीलिङ्गे. इदानीं चत्वारि नपुंसकलिङ्गे, चत्वारः पुल्लिङ्गे, चतस्रः चतस्रः स्त्रीलिङ्गे. स्त्रीलिङ्गे, समीचीनं. पञ्च आरभ्य सर्वे समानं भवति. अस्तु, हरि महोदय तत्र. महोदय, एतत् रूपं कृष्णफलकम् अस्ति वा? हा हा, तत् एतत् अभ्यासपुस्तके अस्ति महोदय, किन्तु एतत् अस्तु, एतत् कुर्मः. अस्तु, अत्र अभ्यासात् पूर्वम् एतत् कुर्मः. कृष्णफलके किञ्चित् स्थापितवान् अस्मि, किन्तु अत्र अस्तु, एतत् कुर्मः इदानीं. तत्र कृष्णफलके अहम् एकं संख्या .pdf इति लिङ्क् स्थापितवान् अस्मि. तत् सर्वे पश्यन्ति वा? तत् उद्घाटनं कर्तुं शक्नुवन्ति वा? संख्या .pdf इति द्वादशपुट डाक्युमेण्ट् अस्ति. संख्या .pdf तत् गूगल् शेरिङ्ग् मध्ये अस्ति, किन्तु डौन्लोड् कृत्वा उद्घाटनं कर्तुं शक्नुवन्ति इति मन्ये. संख्या .pdf. आम् महोदय, आम्, एकः एका एकं, द्वौ द्वे द्वे. हा, हरि महोदय, भवान् पश्यति, अन्ये द्रष्टुं शक्नुवन्ति वा? सरला भगिनी, तत्र डौन्लोड् करणीयं महोदय, कृत्वा अडोबे मध्ये उद्घाटनं करोतु, अथवा अन्य कोऽपि PDF व्यूवर्. गीताञ्जलि भगिनी उद्घाटनं कर्तुं शक्नोति वा? न महोदय, HTTP संख्या भगिनी, तत्र कृष्णफलके संख्या .pdf इति अहं स्थापितवान् अस्मि. सन्डे कृष्णफलकस्य तत्र संख्या .pdf इति एकम् अस्ति. अद्यतन इति नास्ति, किन्तु प्रथमपुटे एव अस्ति भगिनि, प्रथमपुटे एव अस्ति, क्षम्यताम्. हा, तत्र नूतनं किमपि नासीत् इति कृत्वा अहं तत्र किमपि हा संख्या .pdf इति. अस्तु अस्तु, उद्घाटनं कर्तुं अस्तु. रघुपति महोदय उद्घाटनं कर्तुं शक्नोति वा? इदानीं कृतवान् कृष्णफलकं. कृष्णफलके एव अस्ति वा महोदय? कृष्णफलके लिङ्क् अस्ति महोदय, लिङ्क् अस्ति संख्या डाट् पी डी एफ् इति, प्रथमपुटे एव अस्ति तत्. नरेश महोदय उद्घाटनं कर्तुं शक्नोति वा? अहं न पश्यामि. सङ्गणके सङ्गणके तत्र कृष्णफलकम् अस्ति खलु महोदय, रविवासरस्य कृष्णफलकम् अस्ति तत्र प्रथमपुटे एव, 5th May 28th April इति अस्ति. तस्य किञ्चित् अधोभागे गच्छतु, तत्र वृक्षः, वनं, श्लोकः सर्वम् अस्ति. तस्य अधोभागे संख्या डाट् पी डी एफ् इति अस्ति एकं लिङ्क्. नास्ति महोदय, वृक्ष, वनं, श्लोक, श्लोकावली, दिनं, तिथि, संख्या पी डी एफ़. ओके ओके, संख्या डाट् पी डी एफ़. तदनन्तरं संख्या डाट् पी डी एफ़. अस्तु अस्तु, सरला भगिनी अस्तु प्राप्तवती. नरेश महोदय न दृष्टवान्. तत्र वृक्षः, वनम् इति अस्ति, सर्वम् अस्ति खलु महोदय? वृक्षः, पञ्च पञ्च इति सर्वम् अस्ति खलु, 5+5+ तस्य अधोभागे प्राप्तवान् वा महोदय? अस्तु अस्तु, सर्वे प्राप्तवन्तः इति मन्ये. तत् तत्र द्वापुटानि न एकविंशति पुटानि सन्ति तत्र. दीर्घ डाक्युमेण्ट् अस्ति, किन्तु सङ्ख्यायाः विषयः बहु सुलभतया सम्यक्तया प्रतिपादितमस्ति तत्र. अस्तु अस्तु, इदानीं प्रथमपुटं पश्यामः. तत्र हरि महोदय भवान् एव पठतु प्रथमपुटे किम् अस्ति इति, केवलं प्रथमपुटे. आम्, प्रथमपुटे एकः बालकः क्रीडति, एका बालिका क्रीडति, एकं फलं पतति, द्वौ बालकौ क्रीडतः, द्वे बालिके क्रीडतः, द्वे फले पततः, त्रयः बालकाः क्रीडन्ति, तिस्रः बालिकाः क्रीडन्ति, त्रीणि फलानि पतन्ति. हा, समीचीनम्. इदानीं सरला भगिनी अग्रिमपुटे यदस्ति. अस्तु, चत्वारः पुरुषाः गच्छन्ति, चतस्रः बालिकाः क्रीडन्ति, चत्वारि यानानि गच्छन्ति, पञ्च आसन्दाः सन्ति, पञ्च नर्तक्यः नृत्यन्ति, पञ्च पुष्पाणि सन्ति, षट् वानराः कूर्दन्ति, षट् मधुमक्षिकाः सन्ति, षट् मन्दिराणि निर्मितानि, सप्त सैनिकाः सन्ति, सप्त बालिकाः लिखन्ति, सप्त पुस्तकानि सन्ति. इदानीं रघुपति महोदय अष्टछात्राः गच्छन्ति, अष्टबालिकाः क्रीडन्ति, अष्टफलकानि सन्ति, नवचिकित्सिकाः सन्ति, चिकित्सकाः सन्ति, नवबालिकाः गच्छन्ति, नवपत्राणि सन्ति, दशवृक्षाः सन्ति, दशरज्जवः सन्ति, दशचक्राणि सन्ति, एकादशकाकाः सन्ति, एकादशनायिकाः सन्ति, एकादशपुष्पाणि सन्ति. हा, समीचीनं महोदय. इदानीं भानुचेतनी महोदय अग्रे अग्रिमपुटे यदस्ति. महोदय डौन्लोडिङ्ग् इति वदति. अस्तु अस्तु अस्तु अस्तु, चिन्ता मास्तु. गीताञ्जलि भगिनि अग्रिमपुटे यदस्ति तद् पठतु भगिनि. आम् महोदय, द्वादश एकप्रश्न महोदय, तबकः किं कुत्र भगिनि तबकः प्रथमपुटे प्रथमपदं शीर्षक शीर्षकपदं स्तबकः स्तबकः सेक्षन् इति तादृश सेक्षन् अस्तु धन्यवादः महोदय द्वादश ऋषयः सन्ति द्वादश कुञ्चिका सन्ति द्वादश उपनेत्राणि सन्ति त्रयोदश कण्डोलाः निर्मिताः त्रयोदश कूप्यः सन्ति त्रयोदश पत्राणि सन्ति चतुर्दश कमण्डलवः सन्ति चतुर्दश छुरिकाः सन्ति चतुर्दश द्वाराणि सन्ति पञ्चदश स्यूताः सन्ति पञ्चदश भित्तयः सन्ति भित्तयः वाल्स् पञ्चदश पर्णानि पतन्ति समीचीनम् अस्तु नरेश महोदय अग्रिमपुटे यत् अस्ति तत्र तत्र षोडश इति तदेव अस्ति तत्र षोडश उपनेत्राणि सन्ति न तत् पूर्वस्मिन् पुटे आसीत् महोदय पूर्वस्मिन् पुटे आसीत् पुल्लिङ्ग एव प्रारम्भं षोडश दन्तकूर्चाः सन्ति षोडश घट्याः सन्ति षोडश पूजापात्राणि सन्ति सप्तदश चषकाः सन्ति सप्तदश मयूर्याः नृत्यन्ति सप्तदश पुस्तकानि सन्ति अष्टादश चमसाः दृश्यन्ते अष्टादश अङ्कन्यः सन्ति अष्टादश अस्थीनि सन्ति नवदश घटाः सन्ति नवदश लेखन्यः दृश्यन्ते नवदश पुष्पाणि सन्ति समीचीनं बालचित्रनि महोदय प्राप्तवान् वा प्राप्तवान् अस्तु इदानीं तत्र अग्रिमपुटे विंशति इति यत् तद् एकवारं पठतु महोदय विंशतिः दण्डाः सन्ति विंशतिः अङ्गुल्यः सन्ति विंशतिः अक्षिणी सन्ति अक्षीणि सन्ति अक्षीणि सन्ति इदानीं तत्र अवधेयम् इति यदस्ति तदपि अवधेयं पञ्चतः आरभ्य शतं यावत् ये संख्या शब्दाः तेषां त्रिषु लिङ्गेषु समानरूपाणि भवन्ति इति वार्ता अस्ति अस्तु अत्र किमस्ति एकम् अपि द्वे त्रीणि चत्वारि द्वे तत्र लिङ्गभेदः अस्ति पुल्लिङ्गे अन्यत् रूपं स्त्रीलिङ्गे अन्यत् रूपं नपुंसकलिङ्गे अन्यत् रूपं किन्तु पञ्चतः शतपर्यन्तं रूपभेदः नास्ति इति वार्ता अतः यद् अस्ति तदेव वक्तव्यं यदस्ति यदि नपुंसकलिङ्गे जानीमः तदेव पुल्लिङ्गे अथवा स्त्रीलिङ्गे अपि इति वार्ता अस्ति अस्तु एतद् दृष्ट्वा वयं एतद् अभ्यासं यदस्ति तत् कर्तुं शक्नुमः किन्तु यत् अत्र अस्ति तत्र एतत् कुर्मः पेज् 540 यदस्ति तत्र चत्वारः चतस्रः चत्वारि इति आसीत् तत् तस्मिन् पुटे एव पञ्च षट् सप्त इति यत् अस्ति तत्र अस्तु सरला भगिनी भवती एतत् करोतु तत्र आसन्दाः सन्ति नर्तक्यः सन्ति पुष्पाणि सन्ति इति अस्ति खलु भगिनी पञ्च इति सरला भगिनी. आं महोदय. अस्तु. हा, तत्र तत्र त्रीणि इति उपयुज्य सर्वं त्रीणि अस्ति इति चिन्तयतु. किं किं रूपम् अस्ति इति पञ्चस्थाने त्रीणि इति उपयुज्य वदतु भगिनि. त्रयः आसन्दाः सन्ति, तिस्र नर्तक्य नृत्यन्ति, त्रीणि पुष्पाणि सन्ति. समीचीनं भगिनि. अस्तु, इदानीं हरिमहोदय, तत्र षट् इति स्थाने त्रीणि इति चिन्तयतु. आम्, त्रयः वानराः कूर्दन्ते, तिस्रः मधुमक्षिकाः सन्ति, त्रीणि मन्दिराणि निर्मितानि. हा, समीचीनम्. अस्तु, गीताञ्जलि भगिनी, तत्र सप्त इति स्थाने द्वे इति चिन्तयतु, एकम् इति चिन्तयतु. आं महोदय, सप्त सप्त स्थाने, सप्त इति स्थाने एकम् इति चिन्तयतु. एकः सैनिकः अस्ति, एका बालिका लिखति, एकं पुस्तकानि एकं पुस्तकम् अस्ति. हा, समीचीनं भगिनि. अस्तु, धन्यवादः. अस्तु, इदानीं रघुपतिमहोदय, अग्रिमपुटे अष्ट इति यत्र यदस्ति, अष्ट इति स्थाने चत्वारः इति स्थापयतु. हा, ओके. चत्वारः छात्राः गच्छन्ति, चतस्रः बालिकाः क्रीडन्ति, चत्वारि फलकानि सन्ति. हा, समीचीनम्. अस्तु, नरेश् महोदय, नवस्थाने चत्वारः इदानीं. चत्वारः चिकित्सकाः सन्ति, चतस्र बालिकाः गच्छन्ति, चत्वारि पत्राणि सन्ति. हा, समीचीनं. हा, इदानीं भानुचेतिनि महोदय, दशस्थाने एकम् इति. एकः वृक्षः अस्ति, एका रज्जु अस्ति, एकं चक्रम् अस्ति. हा, समीचीनं महोदय. इदानीं सरला भगिनी, एकादशस्थाने द्वे इति. एकादशस्थाने द्वे. द्वे. अस्तु, द्वौ काकौ स्तः, द्वे नायिके स्तः, द्वे पुष्पे स्तः. हा, समीचीनं भगिनि, धन्यवादः. हा, अस्तु, इदानीं हा, हरिमहोदय, अग्रिमं, तत्र द्वादश इति अस्ति, द्वादश इति स्थाने एकः. द्वादश, एकः, एका, एकम्. द्वादश, एकः ऋषिः अस्ति, एका कुञ्चिका, कुञ्चिका अस्ति, कुञ्चिका, कुञ्चिका अस्ति, एकम् उपनेत्रम् अस्ति. हा, इति अस्ति. अस्तु, सर्वे एकवारं सर्वं कृतवन्तः इति मन्ये. अस्तु, तत्र एतत् कुर्मः, केवलं शब्दस्य ज्ञानार्थं. हा, तत्र किं किं, तत्र त्रयोदशः इति अस्ति, तत्र रघुपतिमहोदय, एकम् इति वदतु, तत्र किं किम् अस्ति इति. त्रयोदश अत्र. एकः कण्डोलः निर्मितः. एका कूपी अस्ति. एकं पत्रम् अस्ति. हा अस्ति, अस्तु, एतदेव. इदानीं वयम् अस्माकम् अभ्यासः यत् अत्र पेज् 58 गीतासोपाने यदस्ति तत् कर्तुं शक्नुमः इति मन्ये. तत् कृत्वा अत्र आगच्छामः, पुनरागच्छामः. अस्तु, तत्र इदानीं हरि महोदय, तत्र पेज् 58 मध्ये 6-10 कर्तुं शक्नोति वा इदानीं? प्रयत्नं करोमि महोदय. आश्रमाः लिङ्गं किम् इति उक्त्वा आश्रमं नपुंसकलिङ्गं वा? आश्रमाः इति अस्ति. ओ आश्रमाः पुल्लिङ्ग शब्द आश्रमः. आश्रमाः चत्वारि इदानीमेव दृष्टवन्तः वयं. किमस्ति पुल्लिङ्गे? किम् अस्ति चत्वारि इति रूपं किं? चत्वारः, चत्वारः आश्रमाः. हा समीचीनम्. इदानीं चत्वारः आश्रमाः समीचीनम्. इदानीं पञ्च इति अग्रिमं. पञ्च कर्मसिद्धिकारणानि नपुंसकलिङ्गम्. इदानीं भेदः पञ्च सर्वेव पञ्च इति लिङ्गभेदः. केवलं कुत्र लिङ्गभेदः अस्ति? एकं द्वे द्वे त्रीणि चत्वारि. हा तत्र एव लिङ्गभेदः अस्ति सङ्ख्यायाः. हा तदनन्तरं पञ्चतः शतं पर्यन्तं रूपभेदः नास्ति. रूपभेदः नास्ति. हा अस्तु. हा इदानीम् अग्रिमम्. अष्ट वसवः, षट् तत्र अत्र योधः. अस्तु. हा अष्ट वसवः, द्विचत्वारिंशत् अश्वाः. अश्वाः समीचीनं महोदय. अस्तु, इदानीं भानुचैतन्य महोदय, तत्र एकादशतः पञ्चादशपर्यन्तं महोदय क्षन्तव्य अनन्तरम् आगच्छामि. अस्तु महोदय, चिन्ता मास्तु, चिन्ता मास्तु. षड् ऋतवः, चतुष्पञ्चाशत् इषवः, अष्टादश अध्यायाः, षड्सप्ततिः गजाः, त्रीणि नेत्राणि. हा समीचीनम्. अस्तु, इदानीं गीताञ्जलि भगिनी, तत्र षोडशतः विंशतिपर्यन्तम्. आं महोदय, त्रयः नायकाः. नायका स्त्रीलिङ्ग्. तत्र नायिका इति अस्ति भगिनि, स्त्रीलिङ्गे नायिका, नायिका अस्ति, इकारः अस्ति. पुल्लिङ्ग, पुल्लिङ्ग त्रयः नायकाः. हा समीचीनम्. हा सप्तविंशतिः जन्मक्षत्राणि. न न, जन्मनक्षत्राणि. नक्षत्राणि, नक्षत्राणि, जन्मनक्षत्राणि. हा द्वे सेने. हा तत्र द्वे किमर्थं? द्वे सेना इति पदं स्त्रीलिङ्ग. हा स्त्रीलिङ्गपदम् अस्ति, समीचीनं. तत्र स्त्रीलिङ्गे भवितुमर्हति, अन्यत् लिङ्गं किं भवितुमर्हति द्वे इति अस्ति चेत्? पुंलिङ्ग द्वौ इति अस्ति अपि द्वे अस्ति हा इति द्वे इति पश्यामश्चेत् न जानीमः तत् स्त्रीलिङ्गपदं वा नपुंसकलिङ्गपदं वा इति किन्तु सेना इति भवती जानाति स्त्रीलिङ्गपदम् आकारन्त स्त्रीलिङ्गपदम् इति कृत्वा सत् समीचीनम् अस्तु अग्रे द्वात्रिंशत् दन्ताः षण्णवतिः स्यन्दनानि हा स्यन्दनानि समीचीनं भगिनि अस्तु इदानीं एकः प्रश्न महोदय दश दशसङ्ख्या अश्वाः द्वाचत्वारिंशत् अश्वाः समीचीनम् अस्ति न न तत्र दत्तमस्ति खलु तत्र कोष्टकं पश्यतु किम् अस्ति द्विचत्वारिंशत् इति द्विचत्वारिंशत् 42 द्विचत्वारिंशत् द्वि हा तत्र द्वा तत्र प्रश्नः समीचीनः एव भगिनि तत्र किम् अस्ति पश्यामः तत्र कोष्टकं पुनरेकवारं पश्यामः कुत्र कुत्र द्वा इति भवति वदतु भवती एव द्वा इति कुत्र कुत्र भवति द्वादश तदनन्तरं द्वाविंशतिः अस्तु तदनन्तरं द्वात्रिंशत् षट् हा समीचीनं तदनन्तरं किं भवति न न तदनन्तरं 42 किम् अस्ति 42 द्विचत्वारिंशत् अस्ति तदनन्तरं 52 किम् अस्ति 52 द्विपञ्चाशत् हा 62 द्विषष्टिः 72 सर्वे केवलं केवलं चत्वारिंशत् पर्यन्तं तत्र किञ्चित् अन्यत् रूपम् अस्ति तदनन्तरं द्वि एव तिष्ठति अस्तु अस्तु महोदय धन्यवादः हा तत्र अन्यत् अपि तादृश एव अस्ति तत् किम् आसीत् त्रयोदश अस्तु सरला भगिनी वदतु तत्र किं भवति तत्र त्रयोदश त्रयोविंशति त्रयस्त्रिंशत् त्रिचत्वारिंशत् त्रिचत्वारिंशत् त्रिचत्वारिंशत् त्रिपञ्चाशत् त्रिषष्टि त्रिसप्तति त्र्यशीति अत्र त्र्यशीतिः त्रिनवति अतः चत्वारिंशत् तदनन्तरं चत्वारिंशत् तदनन्तरं त्रि आगच्छति त्रि आगच्छति तत् पूर्वमेव तत्र त्रयः इति रूपं भवति त्रीणि त्रयो त्रयो समीचीनं भगिनि हा इदानीम् अन्यत् किमपि तत्र कोऽपि पश्यति अष्टादश इति हा तत्र हरि महोदय किं किम् अस्ति इति वदतु 18 इति किम् अस्ति अष्टादश हा तदनन्तरं 28 तादृश 18 28 इति दृष्ट्वा वदतु अष्टाविंशतिः अष्टात्रिंशत् अष्टचत्वारिंशत् अष्टपञ्चाशत् अष्टषष्टिः अष्टषष्टिः अष्टसप्ततिः अष्टाशीतिः अष्टनवतिः हा अष्टनवति तत्र किं भवति अष्ट इति कुत्र कुत्र अस्ति इत्युक्ते चत्वारिंशत् पूर्वम् एव अष्ट इति दीर्घ अकारः अस्ति तदनन्तरम् अष्ट एव अस्ति केवलं तत्र 88 तद् अष्टाशीतिः तत्रापि अष्ट इति दीर्घ अकारः अस्ति किन्तु तत् अष्ट इति न तत् अष्ट प्लस् अशीतिः इति तत्र दीर्घ अकारः भवति, तत् सवर्णदीर्घसन्धि इति वदामः, किन्तु तत्र अष्ट इति एव रूपमस्ति तत्र. अत्र तादृशः पाटर्न् इति यद् वदामः तद् द्रष्टव्यम् अस्ति. अस्तु, नरेश् महोदय कृतवान् इति मन्ये, हरि महोदय कृतवान्, गीताञ्जलिभगिनी कृतवती, सरला भगिनी न कृतवती, भानुचैतन्य महोदय न कृतवान् इति मन्ये. अस्तु, सरला भगिनी अग्रे करोति वा? एकविंशति हा सत्यं द्वादश आदित्याः चत्वारि युगानि द्वौ द्वौ पक्षौ इति पुल्लिङ्गशब्दः अस्ति. अष्टादश पुराणानि, षट् रसाः. हा सत् तत्पर्यन्तं भगिनि, सत् समीचीनं. हा पञ्च, अस्तु. इदानीं भानुचैतन्य महोदय अग्रिमं, केवलं त्रीणि महोदय एकः प्रश्नः, अष्टादशः वा अष्टादश वा षोडश किम्? अष्टादश एव, तत्र विसर्गः नास्ति महोदय, चतुर्दशः चतुर्दश. न विसर्गः नास्ति, अष्टादश विसर्गः नास्ति तत्र. विसर्गः नास्ति तत्र, पश्यतु तत्र किम् अस्ति. हा तत्र यद् करपत्रं दत् पी डि एफ़् सङ्ख्या डाट् पी डि एफ़् यत् वयं पठितवन्तः, तत्र अपि पश्यतु एकादश द्वादश एव अस्ति, तत्र विसर्गः नास्ति. समीचीनं वा? अस्तु, हा तत्र अस्तु. बालचैतन्य महोदयस्य कनेक्षन् किमपि अभवत् इति मन्ये. अस्तु, अत्र प्रथम अभ्यासः, अत्र अस्माकं पुस्तके गीतासोपाने एतदेव दत्तमस्ति, तत्र ज्ञानवर्धिनी इति वर्धनी, तत् वयं कृतवन्तः पूर्वमेव. इदानीं तत्र करपत्रं यत् अस्ति तत्र अग्रे गच्छामः, तत्र सङ्ख्या डाट् पी डि एफ़् यत् अस्ति तत्र किञ्चित् अग्रे गच्छामः. तत्र विभक्तिरूपं दत्तमस्ति अग्रिमपुटे, तत् अस्तु. अस्तु अस्तु अस्तु अस्तु, हा इदानीं तत्र पेज् 58 मध्ये त्रयमेव आसीत् महोदय, तत् कृपया करोतु. हा महोदय, पञ्चप्राणाः, चतुर्दश मनवः, त्रयस्त्रिंशत् देवताः. हा इति अस्ति, समीचीनं महोदय. हा अत्र ज्ञानवर्धिनी वयं पूर्वमेव कृतवन्तः इति कृत्वा एतत् करपत्रं सङ्ख्या डाट् पी डि एफ़् तत्र एव पुनः गच्छामः. तत्र बालचैतन्य महोदय, भवान् एव तत् अवधेयं पठितवान्, तत्र तस्य अधोभागे विवरणमपि दत्तमस्ति, तद् अवधेयं पुनरेकवारं पठित्वा विवरणमपि पठतु इदानीम्. अवधेयं पञ्चतः आरभ्य शतं यावत् ये सङ्ख्याशब्दाः तेषां त्रिषु लिङ्गेषु समानरूपाणि भवन्ति. विवरणं, संस्कृतभाषायां सङ्ख्येयवाचिका सङ्ख्या अपि विशेषणं भवति, अतः ताः सङ्ख्याः विशेष्यानुगुणं रूपं प्राप्नुवन्ति, यथा एकः बालः, एका बाला, एकं पुष्पम्. एकादिशब्दानां त्रिषु लिङ्गेषु रूपाणि पठत. तत्र सङ्ख्या इति विशेषणं भवति पदस्य, अतः एव रूप लिङ्गभेदः भवति. लिङ्गं सङ्ख्यायाः लिङ्गं यत् सङ्ख्या लिखामः अथवा वदामः तत् पुल्लिङ्गपदम् अस्ति चेत् तस्य पुल्लिङ्गपदस्य सङ्ख्या पुल्लिङ्गरूपं धरति इति बालः अस्ति, अतः एकः बालः, एकः इति विशेषणं भवति बालशब्दस्य। बाला अस्ति, एका बाला, एका इति पदं बालाशब्दस्य विशेषणं, बाला इति विशेष्यम्, एका इति विशेषणम् इति अस्ति। अस्तु, तत्र नरेश् महोदय तत्र कोष्टकम् अस्ति, तत्र एकशब्दस्य विभक्तिरूपं, तत्र पुल्लिङ्गे किम् अस्ति इति एकवारं पठतु महोदय। तत्र पुल्लिङ्गे एकः, एकम्, एकेन, एकस्मै, एकस्मात्, एकस्य, एकस्मिन्। हा, इदानीं तत्र नियोजयामः एकः देवः इति। हा, इदानीम् एकः देवः इति तस्य विभक्तिरूपं वदतु इदानीम्। एकः देवः, एकं देवम्, एकेन, एकेन देवेन, एकस्मै देवाय, एकस्मात् देवात्, एकस्य देवस्य, एकस्मिन् देवे। हा, समीचीनं महोदय। हा, धन्यवादः। हा, अस्तु, इदानीं हरि महोदय तत्र एका इति स्त्रीलिङ्गे यदस्ति तत् एकवारं पठति वा? आम्, एका, एकाम्, एकया, एकस्यै, एकस्याः, एकस्याः, एकस्याम्। हा, इदानीम् एका लता इति वदतु। एका लता, एकया, न न, एकां लताम्, एकां लताम्, आम्, एका ल, एका लता, एकां लताम्, एकया लतया, एकया लतया, एकया लतया, एकस्यै लतायै, एकस्याः लतायाः, एकस्याः लतायाः, एकस्यां लतायाम्। हा, समीचीनं महोदय। हा, इदानीं गीताञ्जलि भगिनी तत्र एकम् इति रूपं तत् एकवारं वदतु। तत्र नपुंसकलिङ्गे, नपुंसकलिङ्गे। हा, एकम्, एकम्, एकेन, एकस्मै, एकस्मात्, एकस्य, एकस्मिन्। हा, इदानीं तत्र एकं वनम् इति तस्य रूपं वदतु। तत्र एकं वनम्, एकं वनम्, एकेन वनेन, एकस्मै वनाय, एकस्मात् वनात्, एकस्य वनस्य, एकस्मिन् वने। हा, समीचीनं भगिनि, धन्यवादः। हा, इदानीं सरला भगिनि तत्र द्वि इति शब्दः पुल्लिङ्गे। अस्तु, पुल्लिङ्गे द्वौ, द्वौ, द्वाभ्यां, द्वाभ्यां, द्वाभ्यां, द्वयो, द्वयोः। हा, इदानीं देवः द्वौ इति, द्वौ देवोः, द्वौ देवौ, द्वौ देवौ, द्वौ देवौ, द्वाभ्यां देवाभ्यां, द्वाभ्यां देवाभ्यां, द्वाभ्यां देवाभ्यां, द्वयो देवयोः, द्वयो देवयोः, द्वयोः देवयोः। हा, सुलभम् अस्ति भगिनि। अस्तु, द्वयोः देवयोः, समीचीनम्। अस्तु, हा, नरेश् महोदय इदानीं स्त्रीलिङ्गे द्विशब्दः। द्वे, द्वे, द्वाभ्यां, द्वाभ्यां, द्वाभ्यां, द्वयोः, द्वयोः। हा, इदानीं द्वे लते इति, द्वे लते, द्वे लते, द्वाभ्यां लताभ्यां, द्वाभ्यां लताभ्यां, द्वाभ्यां लताभ्यां, द्वयोः लतयोः, द्वयोः लतयोः। हा, अस्तु, धन्यवादः महोदय। हा, इदानीं भानुचतिनी महोदय द्विशब्दः नपुंसकलिङ्गे। नपुंसकलिङ्गमहोदय, हा, त्रीणि द्वि इति शब्दः अस्तु त्रीणि इति त्रीणि करोति चेत् त्रीणि त्रि शब्दः पुल्लिङ्गे करोतु महोदय त्रयः त्रीन् द्वितीयविभक्ति त्रीन् त्रीन् त्रिभिः त्रिभ्यः त्रिभ्यः त्रयाणां त्रिषु इति अस्ति. हा इदानीं देवः इति त्रयः देवः त्रयः देवः त्रयः देवाः क्षम्यतां देवान् त्रिभिः देवाभिः त्रिभ्यः देवाभ्यः देवेभ्यः क्षम्यतां त्रिभ्यः देवेभ्यः त्रिभ्यः देवेभ्यः त्रयाणां देवानां देवेषु देवानां देवानां देवानां त्रिषु देवेषु त्रिषु देवेषु त्रिषु देवेषु. हा तत्र प्रश्नः प्रायशः भवति त्रीणिति किमर्थम् अस्ति इति. तत्र त्रीणि इति अस्ति किन्तु त्रीणिति अस्ति त्रयाणाम् इति अस्ति तत्र नत्वं भवति किन्तु त्रीणिति तत्र ता इति अस्ति तदनन्तरं रेपः अस्ति तदनन्तरम् ईकारः अस्ति तदनन्तरम् इन् इति अस्ति. तत्र अन्यत् नियमः अस्ति अग्रे गत्वा अन्यत् सोपानम् अस्ति तत्र इन् इति अन्ते भवति चेत् तत्र णत्वं न भवति इति. अतः किमपि नियमः अस्ति कोऽपि नियमः अस्ति तस्मात् त्रीन् इति एव अस्ति किन्तु त्रीणि इति भवति. किं भवति भगिनि हा हा हा अस्तु. इदानीं स्त्रीलिङ्गे कः वदति रघुपतिमहोदय. हा तत्र त्रिशब्दस्य स्त्रीलिङ्गरूपम् रघुपतिमहोदय अस्ति वा महोदय पुनः आगतवान् भवान् गतवान् खलु. अस्तु अस्तु वयं पुनः संख्या डोट् पी डी एफ् आगतवन्तः. तत्र पेज् 545 इति यत् प्रिण्टेड् नम्बर् अस्ति पी डी एफ् मध्ये पेज् 7 भवति तत् वदति किं महोदय त्रीन् त्रीन् तत्र तकारः अस्ति रेपः अस्ति न ईकारः अस्ति नकारः अस्ति रेपः अस्ति नत्वं नत्वस्य कारणमस्ति तत्र मध्ये ईकारः स्वरः एव अस्ति अधः नास्ति किन्तु इन् इति अन्ते अन्तिमवर्णम् इन् इति अस्ति चेत् तत्र णत्वं न भवति. तदनन्तरम् इन् इति नकारस्य अनन्तरं किमपि स्वरः किमपि अस्ति चेत् णत्वं भवति किन्तु स्वरः तदनन्तरं तदेव अन्तिमवर्णः अस्ति चेत् पदे णत्वं न भवति महोदय. इति अन्यत् सोपानम् अस्ति किन्तु तद् प्रायशः तत् अहं न नियोजितवान् अस्मि किन्तु तदपि अस्ति. अतः त्रीन् इति त्रीणि सत्यं तत्र णत्वं भवति किन्तु त्रीन् इति त्रीन् इति एव तिष्ठति महोदय. अस्तु महोदय पी डी एफ् तत् संख्या पी डी एफ् कुत्र अस्ति भगिनि तत्र एतस्य वर्गस्य कृष्णफलकम् इति लिङ्क् अस्ति ईमेल् मध्ये अस्ति. तत्र गच्छति चेत् किञ्चित् प्रथमपुटे एव किञ्चित् अधोभागे संख्या डाट् पी डी एफ् इति लिङ्क् अस्ति. तत्र पेज् 545 अथवा पेज् 7 मध्ये स्मः इदानीम्. अस्तु अस्तु रघुपतिमहोदय इदानीं त्रिशब्दस्य स्त्रीलिङ्गरूपं त्रिशब्द अस्ति पञ्च न न पेज् 545 मध्ये तत्र विभक्तिरूपं दत्तमस्ति महोदय त्रिशब्दः तिस्रः प्रथमः तिस्रः द्वितीयः तिस्रः तृतीया तिसृभिः चतुर्था तिसृभ्यः पञ्चमी तिसृभ्यः तिसॄणां तिसृषु तिसृषु इदानीं तत्र बालिका इति उपयुज्य बालिकाः इति तिस्रः बालिकाः सन्ति सन्ति केवलं तिस्रः बालिकाः तिस्रः बालिकाः तिस्रः ओके द्वितीयापि तिस्रः तिस्रः तिस्रः बालिकाः तिसृभिः तिसृभिः बालिकाभिः तिसृभ्यः बालिकाभ्यः महोदय तत्र तिसृभिः बालिकाभिः तिसृभ्यः बालिकाभ्यः तिसृभ्यः बालिकाभ्यः तिसॄणां तिसॄणां तिसॄणां बालिकानां तिसृषु बालिका बालिकासु हा समीचीनं महोदय तावदेव अस्ति हा अस्तु इदानीं चत्वारः इति कुर्मः तत्र कः नरेश महोदय हा चत्वारः इति चत्वारः पुल्लिङ्गः चत्वारः चत्वारः चतुरः चतुर्भिः चतुर्भ्यः चतुर्भ्यः चतुर्णां चतुर्षु चतुर्षु हा इदानीं तत्र देवः इति देवाः चत्वारः देवाः चत्वारः देवाः चतुरः देवान् चतुर्भिः देवैः चतुर्भ्यः देवेभ्यः चतुर्भ्यः देवेभ्यः चतुर्णां देवानां चतुर्षु देवेषु हा समीचीनं हा इदानीं हरिमहोदय तत्र पुल्लिङ्गे एव इदानीं रामः इति चत्वारः रामाः इति चिन्तयतु तत्र चत्वारः रामः चत्वारः रामाः चत्वारः रामान् न चतुरः चतुरः रामान् रामायण रामान् रामान् रामान् चतुर्भिः रामैः चतुर्भ्यः रामेभ्यः चतुर्भ्यः रामेभ्यः चतुर्णां रामाणां चतुर्षु रामेषु हा समीचीनं हा इदानीं गीताञ्जलि भगिनी तत्र चतस्रः इति अस्ति तत् स्त्रीलिङ्गे स्त्रीलिङ्गे महोदय चतस्रः चतस्रः चतस्रभिः चतस्रभिः चतस्रभिः तत्र ऋकारः अस्ति खलु भगिनि चतस्रभिः चतस्रभ्यः चतस्रभ्यः चतस्रणां चतस्रषु चतस्रूणां चतस्रषु इदानीं तत्र करोति लता इति हा लता इति वदतु आं महोदय चतस्रः लताः चतस्रः लताः चतस्रभिः लताभिः चतस्रभ्यः लताभ्यः चतस्रभ्यः लताभ्यः चतस्रणां लतानां चतस्रषु लतासु. हा समीचीनं भगिनि. अस्तु इदानीं तत्र सरला भगिनि, चतस्रः एव स्त्रीलिङ्गे, तत्र किं नदी इति, हा नदी इति उपयुज्य वदति वा सरला भगिनि? चतस्र नद्यः, चतस्र नदीः, चतुष्भिः नदीभिः, चतुष्भ्यः नदीभ्यः, चतुष्भ्यः नदीभ्यः, चतस्रणां नदीनां, चतस्रषु नदीषु. नदीषु, हा समीचीनं समीचीनं भगिनि. अस्तु बानचेतनी महोदय, तत्र स्त्रीलिङ्गे एव चतस्रः इति अस्ति, भाषा इति, चतस्रः भाषाः इति. महोदय, चतस्रः भाषाः, चतस्रः भाषाः, चतस्रुभिः चतस्रुभिः भाषाभिः, चतस्रुभ्यः भाषाभ्यः, चतस्रुभ्यः भाषाभ्यः, चतस्रूणां भाषा भाषाणां भाषाणाम् इति भाषाणां चतस्रुषु चतस्रुषु भाषासु भाषासु भाषासु भाषासु. समीचीनं महोदय. अस्तु इदानीं तत्र सर्वे एतद् कृतवन्तः इति मन्ये. तत्र एतादृश अभ्यासं करोति चेत् बहु सौकर्यं भवति, यत् तत्र केवलम् एकं द्वि त्रि चतुर् इति शब्दः, तत्र मूलरूपं एक इति शब्दः, द्वि इति मूलरूपम् अस्ति, तदेव द्वौ द्वे द्वे इति भवति, एकशब्दः एव एकः एका एकम् इति भवति, त्रि इति शब्दः त्रयः तिस्रः त्रीणि इति भवति, चतुर् इति मूलरूपम् अस्ति, तस्य रूपमेव चत्वारः चतस्रः चत्वारि इति भवति. तत्र विभक्ति अपि कर्तुं शक्नुमः. तदनन्तरं किम् अस्ति, तत्र पञ्च इति अस्ति, तत्र पञ्चशब्दः षड् शब्दः, तत् तस्यापि विभक्ति अस्ति, तदपि एकवारम् इदानीं कुर्मः. तत्र कः अस्तु गीताञ्जलि भगिनी, भवती तत्र पञ्चशब्दस्य पुल्लिङ्गरूपम् एकवारं वदतु, तत्र विभक्तिरूपम्. आम् महोदय. पञ्च पञ्च पञ्चभिः पञ्चभ्यः पञ्चभ्यः पञ्चानां पञ्चसु. हा इति अस्ति. तत्र पञ्च इति दृष्ट्वा तत्र पञ्चसु इति अस्ति, तदनन्तरं षट्सु इति अस्ति, तत्र किमपि तस्य रूपं दृष्ट्वा किमपि वक्तुं शक्नोति वा तत् किमस्ति इति? पञ्चसु षट्सु सप्तसु इति रूपम् अस्ति. हा तद् दृष्ट्वा किं भवति इति, तत्र पञ्चसु रूपं कीदृशम् अस्ति पञ्चसु? पञ्चसु न न पञ्चसु इति सप्तमी विभक्ति अस्ति खलु भगिनि, तत्र वयम् आरम्भे वर्गस्य आरम्भे वयम् एतत् कृतवन्तः खलु विभक्ति अभ्यासः देवशब्दस्य, देवशब्दे बहुवचने सप्तमीविभक्ति रूपं किम् अस्ति देवशब्दस्य? देवे देवे बहुवचनं बहुवचनं पञ्चसु देवेषु इति भवति. देवेषु मध्ये षकारः अस्ति खलु, सकारः नास्ति, देवेषु इति अस्ति. लता इति शब्दस्य किम् अस्ति बहुवचनं सप्तमीविभक्ति? लतासु. वनम् इति शब्दस्य बहुवचनं सप्तमीविभक्ति किम् अस्ति? वनानां सप्तमी सप्तमी सोरि वनेषु इति अस्ति तत्र सु इति केवलं स्त्रीलिङ्गे भवति खलु आं महोदय अत्र अतः किञ्चित् अवधेयं पञ्चसु इति अस्ति पञ्चषु इति न वक्तव्यं तावदेव देवेषु इति वदामः किन्तु पञ्चसु देवेषु इति वक्तव्यं महोदय अत्र सकार वर्णयोः वर्णानां बिकास् आफ् वर्णानाम् एव भवति सकार षकार अथवा किञ्चित् कोऽपि अन्य सूत्रम् अस्ति वा अत्र तत्र षकारः अस्ति तत्र णत्वं तादृशः अपि अत्र अस्ति सत्यं महोदय तत्र तादृशः अपि अस्ति किन्तु इदानीं केवलं सकारः स्त्रीलिङ्गे एव भवति खलु तत्र देवः अस्ति तत्र णत्वं तादृशः कारणं किमपि नास्ति किन्तु देवेषु एव अस्ति पुल्लिङ्गे शूषु एव भवति नपुंसकलिङ्गे अपि शूषु एव भवति केवलं सु इति अस्ति अतः अवधेयं नदीषु अस्ति महोदय नदीषु इति किन्तु तत् सत्यं भगिनि किन्तु अहं यत् उक्तवान् प्रायशः तदपि सत्यम् अस्ति सकारः केवलं स्त्रीलिङ्गे भवति इति उक्तवान् स्त्रीलिङ्गे सकारः सर्वदा भवति इति न उक्तवान् मया किन्तु किन्तु यत् भवती उक्तवती तत् सत्यमेव मम मनसि अपि अवधेयं भवतु किन्तु यद् अहम् उक्तवान् तद् यद् अहं मया उक्तवान् तद् सत्यम् इति मन्ये तत्र सकारः वयं सकार एव स्त्रीलिङ्गे एव भवति सकारः स्त्रीलिङ्गे एव पश्यामः किन्तु अत्र पञ्चसु षट्सु इति तत्र सङ्ख्या मध्ये किं भवति स्त्रीलिङ्गरूपम् इति तादृशरूपम् अस्ति यदि देवेषु इति वदामः किन्तु तस्य पूर्वं षकारः मास्तु सकारः एव वदतु इति तावदेव तत् अस्तु धन्यवादः सरलभगिनी शु इति तत्रापि भवति सत्यं अहं तत् विस्मृतवान् अस्तु धन्यवादः अस्तु इदानीं तत्र अत्र पञ्च इति शब्दस्य स्त्रीलिङ्गे अपि नपुंसकलिङ्गे रूपभेदः अस्ति रूपभेदः नास्ति पञ्चशब्दस्य अतः तस्य विभक्तिरूपं समानरूपम् अस्ति षट् पदस्यापि अस्तु तत्र गीताञ्जलि भगिनी तत्र अवधेयम् इति यत् अस्ति अधोभागे तत् एकवारं पठतु तत्र तस्मिन्नेव पुटे सप्तन् अष्टन् नवन् दशन् एकादशन् द्वादशन् त्रयोदशन् चतुर्दशन् पञ्चदशन् षोडशन् सप्तदशन् अष्टादशन् नवदशन् इत्येतेषां नकारान्तशब्दानां रूपाणि पञ्चन् शब्दवत् केवलं बहुवचने भवन्ति तत्र पञ्चशब्दस्य एकवचनरूपं द्विवचनरूपं तादृश न भवति खलु तत्र पञ्च इति अस्ति अतः तस्य केवलं बहुवचनरूपमेव भवति अपि तत्र नकारान्तपदम् अस्ति तत् पञ्चन् इति अस्ति इति सप्तन् अष्टन् इति तादृश अस्ति पञ्चन् पञ्चन् इत्युक्ते पञ्चन् इति मूलरूपम् अस्ति भगिनि प्रातिपदिकम् अस्ति पञ्चशब्दस्य किन्तु रूपं नकारान्त् नास्ति तत् प्रातिपदिकं तादृश अस्ति योगिन् इति भवत् इति शब्दः अस्ति प्रातिपदिकं किन्तु प्रथमविभक्तिरूपम् अस्ति भवान् इति योगिन् इति अस्ति किन्तु प्रथमविभक्तौ योगी इति भवति तादृश तत्र नकारान्तशब्दः अस्ति, प्रातिपदिकं नकारान्तम् अस्ति, किन्तु रूपं पुल्लिङ्गे वा स्त्रीलिङ्गे वा नपुंसकलिङ्गे समानम् अस्ति. एतत् विशेष संख्या इति विशेषपदम् अस्ति तावदेव. अस्तु, हा अस्तु, तत्र किञ्चित् एव समयः अस्ति, एकनिमिष स्वीकुर्मः तत्र. विंशतिः इति यदस्ति तत् कृत्वा विरमाम तत्र. अस्तु, हरिमहोदय, अग्रिमं तत्र विंशतिः शब्दः त्रिंशत् शब्दः, तद् पठित्वा तत्र अवधेयं यदस्ति तद् तावत् एव पठतु महोदय. किं भगिनि? षट्, हा हा, षट् सत्यं, किन्तु तत् सर्वं पञ्च इति तादृशरूपमेव अस्ति इति किञ्चित् भेदः अस्ति. अस्तु अस्तु, तत् कुर्मः. अस्तु, सरलभगिनी उक्तवती, हरिमहोदय, तदेव करोतु, तत् पुटं समापयामः. षट् इति पुल्लिङ्गरूपं, षट् षट् षट्भिः षट्भ्यः षड्भ्यः षण्णां षट्सु, हा इति अस्ति. हा, इदानीं तत्र देवः इति वदतु तत्र. षट् देवाः, षट् षट् देवान्, षड्भिः षड्भिः देवैः, षट् षड्भ्यः देवेभ्यः षड्भ्यः देवेभ्यः षण्णां देवानां षट्सु देवेषु, हा तावदेव अस्ति. हा अस्तु, इदानीं तदेव स्त्रीलिङ्गे कुर्मः तत्र. नरेश महोदय, तदेव षट् इति लता इति, षट् लताः इति, षट् लताः, षट् लताः, षट्भि षट्भिः लताभिः, षट्भ्यः लताभ्यः, षट्भ्यः लताभ्यः, षण्णां लतानां, षट्सु लतासु. हा अस्तु, सरलभगिनी, इदानीं षडेव नदी इति शब्दः. ओके, षट् नदी नद्यः, षट् नदीः, षड् नदीभिः, षड्य नदीभ्यः, षड्य नदीभ्यः, षण्णां नदीनां, षट्सु नदीषु. हा समीचीनं. हा रघुपतिमहोदय, तत्र स्त्रीलिङ्गे एव देवी इति. षड् देवीः, षड् देवी, षड् षड् देव्यः, षड् देवीः, षड्भिः षड्भिः देवीभिः, षड् षड्भ्यः देवीभ्यः, षड्भ्यः देवीभ्यः, षण्णां देवीनां, षट्सु षट्सु देवीषु. हा समीचीनं महोदय. हा अस्तु, इदानीं कः भानुचेतनी महोदय, तत्र षट् इति नपुंसकलिङ्गे वनम् इति. षट् वनानि, षट् वनानि, षड्भिः वनाभिः, षड्भ्यः वनेभ्यः, षड्भ्यः बहुवचनं, षड्भिः वनैः, षड्भ्यः वनेभ्यः, षड्भ्यः वनेभ्यः, षण्णानां षण्णां षण्णां वनानां, षट्सु वनेषु. समीचीनम्. अस्तु, गीताञ्जलिभगिनी उक्तवती वा अत्र? आं महोदय, उक्तवती भवती षट् इति. अस्तु, कृतवती वा षट् इति? षट् आं महोदय. अस्तु, कः न कृतवान्? षट् न शृणोमि. पुष्पा भगिनी शृणोमि शृणोमि. अस्तु अस्तु, भवती न वदति, अस्तु खलु. अस्तु, गीताञ्जलि भगिनी वदति वा षट् इति, तत्र ज्ञानम् इति. अस्तु, षड् ज्ञानानि, षड् ज्ञानानि, षड्भिः ज्ञानैः ज्ञानैः षड्भ्यः ज्ञानेभ्यः, षड्भ्यः ज्ञानेभ्यः षण्णां ज्ञानां ज्ञानानां ज्ञानानां नकारः एव सर्वत्र, ज्ञानानां ज्ञानानां षट्सु ज्ञानेषु. हा समीचीनं, हा तावदेव अस्ति. हा अस्तु, तत्र एतत् पेज् 545 तावत् पर्यन्तं वयं कृतवन्तः अद्य. अग्रिमवर्गे 546 इति यत् अस्ति तत् ततः अग्रे गच्छामः. अस्तु, हा इदानीं समयः जातः, विरमामः. सर्वेभ्यो नमः, अग्रिमवर्गे मिलामः. धन्यवादः, धन्यवादः, नमस्कारः.